नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति तिङ् प्रत्ययसिद्धिः इति द्वितीयभागः. तत्र अभ्यासः इति विषयः अद्य आरक्ष्यते. तर्हि अत्र किं करणीयम् इति एकवारं तत्र अरविन्द् महोदय पठति वा? एवं वा? सर्वेषां कृते वा चेत् केवलं भवत्या? सम्यक् अस्ति भगिनि, सम्यक् न श्रूयते भगिनि. सम्यक् न श्रूयते वा? श्रूयते, श्रूयते. अन्येषां किञ्चित् न्यूनमस्ति. श्रूयते भगिनि, सम्यक् श्रूयते खलु? श्रूयते खलु? अस्तु अस्तु. मम भगिनी तत्र प्रायः बहिः गत्वा पुनः आगच्छतु. अधः लटि लोटि लङि विधिलिङि च अङ्गं यत्र अदन्तम् अस्ति तत्र तिङ् प्रत्ययानां सिद्ध्यर्थं सर्वाणि आवश्यकानि सूत्राणि दत्तानि. प्रत्येकं सूत्रस्य कुत्र कुत्र प्रसक्ति अपरेण सूत्रेण बाधितं चेत् केन कार्यं च तेन साधितं न वा इति सूचयतु. कुत्र कुत्र प्रसक्तिः नाम कस्मिन् पदे, परस्मैपदे वा आत्मनेपदे, केषु लकारेषु अपि च केषु प्रत्ययेषु आहत्य प्रसक्तिः कुत्र, बाधा कुत्र, कार्यं च कुत्र. अस्मिन् अध्यासे पूर्वतनकरपत्रस्यापि आवश्यकता. अत्र अभ्यासं किं करणीयम् इति लिखितमस्ति. लट् लोट् लङ् विधिलिङ् अदन्त अङ्गानां सिद्धतिङ् प्रत्यय स्वीकरणार्थं निष्पन्नार्थं कानि सूत्राणि प्रसक्तानि तेषाम् आवरण तेषां विवरणम् अत्र अधोभागे दत्तमस्ति. एकैकं सूत्रम् आधारीकृत्य तस्य प्रसक्तिः कुत्र भवति, परस्मैपदी वा आत्मनेपदे वा इति प्रथमं. तदनन्तरं कस्मिन् पुरुषे, प्रथमपुरुषे, मध्यमपुरुषे, उत्तमपुरुषे, एकवचने, द्विवचने, बहुवचने कुत्र तस्य प्रसक्तिः भवति, तस्य उपयोगं कर्तुम् इच्छति चेत् अन्यसूत्रस्य बाध्यबाधकभावस्यापि अवलोकनं करणीयम् इति दत्तमस्ति. तत्करणार्थं यदि पूर्वतनकरपत्रस्य आवश्यकता भवति चेत् तदापि स्वीकरणं स्वीकृत्य एवं करणीयम् इति. बहु समीचीनं. तर्हि इदानीम् एकवारं ससजुषोरुः करवसानयोः विसर्जनीयोः अनयोः सूत्रयोः कार्यं किम् इति एकवारं स्मारयतु. ससजुषोरु इति सूत्रस्य विसक्तिः अस्ति. स अथवा सजुष्य अन्तिमपदान्तस्य सकारस्य ऋत्वादेशो भवति. तत्र उकार उच्चारणार्थं रेफ अवशिष्यते. यदि तत्र रेफ अवशिष्यते चेत् तदनन्तरं करवसानयोर्विसर्जनीय इति सूत्रस्य प्रभावेन तत्र स्थितरेफस्य खर्वर्णस्य अथवा पद अवसान अस्ति चेत् तत्र विसर्ग आदेशः भवति इति सूत्रद्वयस्य प्रसक्तिः अस्ति. तदि प्रत्ययः कस्य स्थाने विसर्गादेशः? करवसाने विसर्जनीयः. रेफस्य स्थाने विसर्गादेशः भवति निमित्तं. प्रथमं अवसानं भवति अथवा खर्वर्ण अस्ति चेत् खर्वर्ण तत्र प्रत्यययोजनानन्तरमेव त्वयोः सूत्रयोः प्रसक्तिः भवति, न तु पूर्वप्रत्ययावस्थाय प्रत्यवस्थायाम्. अवसानं नाम किम्? अवसानं नाम अभावः, वर्णानाम् अभावः. तदनन्तरं वर्णाभावः अस्ति चेत् तत् अवसानं विरामो सूत्रं विराम अवसानं अवसानम् इति संज्ञा अस्ति खलु, इति संज्ञा अस्ति. आम् समीचीनं. विरामो अवसानं, विरामः वर्णानाम् अभावः. समीचीनम् अस्तु, धन्यवादः महोदय. इदानीम् अत्र सूत्रद्वयं, यतोहि सूत्रद्वयमपि यत्र यत्र ससजिशोरुः आगच्छति तत्र करवसानयोर्विसर्जनीयः अपि आगन्तुं शक्यते. कर्वर्णः परे अस्ति, नो चेत् अवसानवस्थायम्. अतः सूत्रद्वयमपि स्वीकृत्य वयं पश्यामः एतावता परस्मैपदि अपि च आत्मनेपदि कुत्र कुत्र अनयोः सूत्रयोः प्रसक्तिः, कुत्र बाधा इति. इदानीं तत्र अस्तु, इदानीं तत्र पमेला भगिनी भवती वदतु कुत्र कुत्र अनयोः सूत्रयोः प्रसङ्गः अस्ति. आं भगिनि, तत्र परस्मैपदी लकारेषु लट् लकारे परस्मैपदी मूलप्रत्ययः अस्ति इति प्रति सिद्धस्थ मित् वस्म तत्र तस् थस् वस् मस् इत्यत्र प्रसक्तिः अस्ति. लट् लकारे प्रसक्तिः अस्ति, प्राप्तिः अपि भवति. लोट् लकारे एकक्षणं, लट् लकारे किम् उक्तवती तत्र प्रथमपुरुषे द्विवचने द्विवचने मध्यमपुरुषे द्विवचने अपि च उत्तमपुरुषे द्विवचने सोरि द्विवचने अपि च बहुवचने तत्र प्रसक्ति अस्ति. अत्र मध्यमपुरुषे एकवचने चित् अस्ति तत्र वयं जानीमः तत्र रूपं तु पठसि इति एव अस्ति, तत्र तु न भवति. किमर्थं न भवति तत्र सि तत् इत्यत्र पदान्ते पदान्ते ईकारः अस्ति पदान्ते इति कृत्वा न भवति. हा समीचीनं, पदान्ते नास्ति सकारः इति कृत्वा सूत्रयोः प्रसक्तिः नास्ति तत्र खलु. तर्हि तत्र सर्वत्र प्राप्तिः अस्ति खलु, प्राप्तिः अस्ति तत्र प्रसक्तिः प्राप्तिः अस्ति. लोट् लकारे प्रसक्तिः अस्ति, तस् तस् थां तत्र तस् थां तमीपाम् इत्यनेन तत्र इति रूपं वदपि तत्रापि प्राप्तिः अस्ति भगिनि. कुत्र अस्ति क्रमेण परिशीलयतु, कुत्र अस्ति प्राप्तिः प्राप्तिः लोट्लकारे क्षम्यतां लोट् न दत्तः कुत्र कुत्र प्रसक्तिः अस्ति, कुत्र बाधा अस्ति इति वदतु, केन बाधा. तत्र प्रथमपुरुषद्विवचने स्थाने तस्थाने ताम् आदेशः भवति तस्थस्थमिपाम् इत्यनेन तत्रापि ससजिशोरुः इत्यस्य प्रसक्तिः अस्ति खलु. अस्ति किन्तु बाधितं भवति तत्र तस्थस्थां समीपाम् इत्यनेन. हा तस्य समीपां तान्तन्तामः इति सूत्रं किं वदति. तस्य तां समीपां सूत्रं निश्चुलकारेषु क्रमेण आदेशः भवति तस् तस् तां विपाम् अत्र क्रमेण निश्चु तस्थाने तां तस्थाने तां तस्थाने तम् स्थाने मित् स्थाने मित् स्थाने अम् इति निश्चुलकारेषु खलु, इति निश्चुलकारेषु. किन्तु लोटो लङ्वत् इत्यनेन तत्र मित् भवति लोट् लकारः लङ्वत् भवति खलु, लङ्वत् भवति लङ्गि भवति. अत एव अस्य सूत्रस्य प्रसक्तिः तत्र अस्ति. किन्तु अतः एव ससो जोषुरुः अपि च करवसाने विसर्जनीय तत्र कार्यं न करोति यद्यपि प्रसक्तिः अस्ति प्राप्तिः नास्ति इत्युक्ते येषु स्थलेषु लटि प्रसक्तिः अस्ति तेषु एव स्थलेषु लोटि अपि प्रसक्तं परन्तु बाधितम् अस्ति खलु बाधितम् आमाम् अपि च वदतु न भगिनि लङ्लकारे अपि न लोटि न समाप्तं तर्हि तत्र प्रथमपुरुषे द्विवचने तस्य समीपं तान्तन्तामः इत्यनेन बाधितं मध्यमपुरुषे द्विवचने बहुवचने अपि तथैव तस्य समीपं तान्तन्तामः इत्यनेन बाधितम् अनन्तरं वस्मस् इत्यत्र का गतिः वस्मस् तत्र अहं चिन्तयामि तत्र अन्यत् सूत्रम् आगच्छति नित्यं नितः इत्यनेन सकारस्य लोप जायते तत्र यतोहि लोटो लङ्वत् इति कृत्वा हा समीचीनं तर्हि तत्र नित्यं नितः इति सूत्रं तत्र कीदृशसम्बन्धः अस्ति ससजशोरुः नित्यं नितः तत्र बाध्यबाधकभावः अस्ति भगिनि प्राय नित्यं नित तत्र कार्यं न करोति चेत् न किन्तु वयं दृष्टवन्तः नित्यं नित कार्यं करोति एव नित्यं नितः लङ्गी अपि कार्यं करोति लङ्गी अपि ससुशिशोरुः इत्यस्य प्रसक्तिः भवति खलु आमां भगिनि तत्रापि भवति अतः विशिष्टमस्ति सूत्रं विशिष्टमस्ति खलु येषु स्थलेषु कार्यं न करोति चेत् व्यर्थं भवति खलु अपवादत्वेन तत्र आगच्छति किम् अपवादत्वेन आगच्छति इति वक्तुं शक्यते यतोहि निरवकाशं भवति खलु अत्र कार्यं न करोति चेत् अन्यत्र अवकाशः नास्ति अस्तु समीचीनं बहु धन्यवादः इदानीं तत्र गीताञ्जलिभगिनी इदानीं तत्र लङ्गी लङ्गी अपि च विधिलिङ्गि वदतु तत्र किं का गतिः लङ्गी लङ्गी तत्र कुत्र कुत्र प्रसक्तं तत्र मूलप्रत्ययः तु समानाः एव खलु सर्वत्र परस्मैपदी हा ते तु समानेव इताम् परस्मैपदी तु समानेव आ एव आदौ अस्ति चेत् तत्तु इति सूत्रद्वयं न कार्यं ते कुत्र प्रसक्तम् इति एकवारं स्मारयतु कुत्र प्रसक्तं तत्र लङ्गी प्रसक्तं कुत्र आसीत् कुत्र बाधा तत्र मूलप्रत्ययः कः मूलप्रत्ययः के प्रत्ययः मूल इत्युक्ते मूले इति बाधयः के परस्मैपदी मूलप्रत्ययः हा मूलप्रत्ययः तु तिप्तजि सिप्तस्थ विपस्मास् कुत्र सकारः अस्ति तत्र कुत्र कुत्र सकारः अस्ति तत्र तु द्विवचने अस्ति तस् थस् वस् अपि च मस् स्थान तत्र लङ्गि तु ताम् आयाति अपि च तम् आयाति तत्र तु थस्थस्समीपं तान्तन्तामः इति सूत्रेण अत्र तु ससजुषोरुः न प्रसक्तिः करवसानयोर् अपि न प्रसक्तिः इति थस्थस्समीपः अस्ति प्रसक्तिः अस्ति परन्तु बाधितम् अस्ति. हा बाधितम् अस्ति किमर्थम् अपवादत्वेन तस्थस्समीपां तान्तन् तामः इति सूत्रं प्रसक्तिः. आत्मनेपदी वस्मस् इति वदतु. वस्मस् हा क्षम्यताम् उत्तमपुरुषे इति क्षम्यताम् उत्तमपुरुषे वस्मस् अस्ति. वस्मस् अस्ति चेत् तत्र अपि अपवादत्वेन नित्यं नितः इति सूत्रं प्रसक्तिः. तत्र सकार लोपः जातः इति सूत्रेण अतः ससजुषोरुः करवसानयोर्विसर्जनीय द्वयोः न कार्यं करोति इति बहु समीचीनं. परन्तु तत्र अन्यः अपि एकः स्थलः एकं स्थलमस्ति यत्र ससजुषोरुः करवसानयोर्विसर्जनीयः अनयोः चिन्तनं भवितुम् अर्हति. कुत्र लङि वा पटकारः कुत्र अस्ति अन्यत्र? अन्य सिप् मध्यमपुरुषे एकवचने सिप् अस्ति. तत्र किम् अभवत् तत्र भ्रमः जातः भगिनी क्षम्यतां. तत्र चिन्ता नास्ति. तत्र लक्ष्मी भगिनी किञ्चित् साहाय्यं करोतु. आं भगिनि, लङ्लकारे मध्यमपुरुषे एकवचने यथा सिप् इति प्रत्ययः अस्ति तत्र पकारस्य इत्सज्ञा इकारस्य इतश्च इत्यनेन लोपः भवति. केवलं स इति अवशिष्यते. तत्र पुनः पदान्ते स इति यदा भवति तस्मिन् सन्दर्भे ससजुषोरुः इत्यनेन ऋत्वं भवति सकारस्य स्थाने. पुनः खरवसानयोर्विसर्जनीय इत्यनेन रेफस्य स्थाने विसर्ग आदेशः भवति. हा बहु समीचीनम्. अत्र गीताञ्जलि अवगतवती वा? अस्तु. तत्र पकार इत्संज्ञकः इतश्च इति सूत्रेण अपगच्छति. स एव तिष्ठति तत्र. तत्र ससजुषोरुः प्रसक्तिः रु आदेशः भवति. तत्र रुस्थाने विसर्गादेशः भवति खरवसानयोर्विसर्जनीयः इति सूत्रेण. इत्युक्ते एकमेव स्थाने सूत्रद्वयोः कार्यं करोति भगिनि. सत्यं सत्यं. क्षम्यतां भगिनि. न न समीचीनं. तर्हि इदानीं विधिलिङ्गि अत्र भवतेव वदतु. विधिलिङ्गि तत्र कुत्र कुत्र प्रसक्तिः अस्ति ससजुषोरुः इत्यस्य? लिङ्गि ओ सोरि करोतु न का इति न उक्तवती अहं वा? हा तत्र गिनाजलि भगिनी वदतु. अस्तु भगिनि, विधिलिङ्गे तत्र किमभवत् अस्तु. तत्रापि तस् स्थाने तु स्थाने तु तस्थस्समीपां तान्तन् ताम इति सूत्रमेव अपवादत्वेन कार्यं करोति इति मन्ये. तेन इताम् इतम् आयाति. अधुना वस् वस्मस् स्थाने तत्र सकारलोप जाते जायते इतश्च इति सूत्रेण वा एव मा एव तिष्ठति. सिप् स्थाने चेत् तत्र पकार इति संज्ञा भूत्वा ई पुनः इतश्च इति सूत्रेण लोपः जायते. स एव तिष्ठति तत्र स स्थाने इस् इति तिष्ठति तत्र यासुट् आगमः भवति खलु तस्य स्थाने इय इति आदेशः. हा हा हा हा विस्मरामि. हा हा यासुट् आयाति इय इय स्थाने इय स्थाने इय स्थाने किम् अपगच्छति तत्र एकमेव न इययोगः इययोगः सि तत्र सि इत्यत्र इतश्च इत्यनेन इकारस्य लोपः इयस् इति अस्ति इय योगः सकारः तदानीं सकारः य लोपः जायते अपि च विस्मरामि भगिनि पुनः लोपो व्योर्वलि. हा लोपो व्योर्वलि. हा हा हा लोपो व्योर्वलि तदनन्तरं इस् एव अस्ति तत्र सकारस्य स्थाने ससजुषो रुः इति कार्यं करोति रु आदेश रु स्थाने खरावसानयोर्विसर्जनीयः सूत्रेण विसर्ग आदेश इः इति तिष्ठति. बहु समीचीनम् बहु समीचीनं धन्यवादः इति अस्ति. अपि च तत्र अन्यत् अपि स्थलमस्ति पठेः इति आयाति खलु. हा ई पठ गुण भवति वा पटयोगः इः पटेः गुणसन्ति. अन्यत्रापि एकं स्थलमस्ति यत्र भवितुम् अर्हति युः युः इत्युक्ते झि स्थाने वा झि तत्र झि स्थाने. हा झि स्थाने समान पुनः युः आयाति. हा कथम् आयाति तत्र झि स्थाने जुस् आयाति. सूत्रं किं तत्र सूत्रम् अस्ति यासुट् यासुट् एव भगिनि यासुट् आयाति प्रथमं यासुट् आयाति तदनन्तरं स्थाने झेर्जुस् हा प्रथम हा यासुट् आयाति तदनन्तरं झेर्जुस् हा झेर्जुस् यासुट् आयाति यासुट् स्थाने किं भवति यासुट् आयाति यासुट् स्थाने इत्युक्ते यथा सिप् येन सूत्रेण आगच्छति इय इय सूत्रम् अतो येयः अतो येयः अतो येय आदेशः भवति. जि इत्यस्य का गतिः जि स्थाने झेर्जुस् इति सूत्रेण झेर्जुस् सूत्रेण झि स्थाने सम्पूर्णस्थाने जुस् आदेशः भवति. सो जूस् अस्ति जूस् तत्र जकार तत्र कस्य कारणं ज्यूस् आजाति आयाति हा चुटु कारणेन जकार अपगच्छति उस् तिष्ठति अधुना यासुट् आयाति इत्युक्ते आदौ आयाति चेत् यासुट् योगः उस् अस्ति तदनन्तरं यासुट् अस्ति चेत् अतो येय इति सूत्रेण इति सूत्रेण इय इय आदेशः इययोगः उस् अस्ति चेत् तत्र तदनन्तरं यकार उकार यु भवति इयुस् अन्तिम सकार ससजुषोरुः रुः खरवसानयोर्विसर्जनीय विसर्गादेश इयुः इति धन्यवादः क्षम्यताम् इत्युक्ते फलद्वये कार्यमस्ति इः मध्यमपुरुषे द्विवचने अनन्तरं प्रथमपुरुषे बहुवचने युः युः इत्यत्र समीचीनं तर्हि इदानीम् अत्र शुभभगिनी वदतु आत्मनेपदी प्रत्ययानां विषये सजुषोरुः इत्यत्र इत्यस्य प्रसक्तिः कुत्र प्राप्तिः कुत्र इति क्रमेण आं भगिनि सजुषोरुः इत्यस्य प्रसक्तिः यत्र यत्र पदान्तसकारस्य भवति तत्र तत्र प्रसक्तिः अस्ति आत्मनेपदे मूलप्रत्ययः मूलप्रत्ययेषु तत्र हास् इति तत्र सकारः पदान्तसकारः अस्ति अपि च सिद्धप्रत्ययान् पश्यामः चेत् तत्र यत्र विसर्गः भवति तत्रापि प्रसक्तिः भवति लङि थाः इति भवति मध्यमपुरुषे एकवचने अपि च विधिलिङ्गि ईथाः इति थाः तत्रापि विसर्गः आगच्छति तर्हि तत्र इदानीं एविषयं भगिनि मूलप्रत्ययेषु कुत्र सकारः अस्ति मूलप्रत्ययेषु थास् इत्यस्य एव सकारः तत्र मध्यमपुरुषे एकवचने एकवारं मूलप्रत्ययः के इति स्मारयतु आत्मनेपदे मूलप्रत्ययः ता आतां झ थास् आतां ध्वम् इड् वहि महि तर्हि तास् इति एकमेव स्थलं यत्र सकारः अस्ति खलु आम् आम् किन्तु सिद्धप्रत्ययेषु तत्र क्षम्यतां तत्र तस्य एव विसर्गः अन्यत्र कुत्रापि न भवति तत्र आत्मनेपदी झी इत्यस्य अन्येषां प्रत्ययानां कारणात् विसर्गः अभवत् किन्तु आत्मनेपदी तथा न भवति तत्र धास् इत्यस्य स्थाने सकारः पदान्तसकारः अस्ति इति कृत्वा तत्र ससजुषोरुः इत्यस्य प्रसक्तिः भवति किन्तु तत्र लटि थासः सेहे इति सूत्रेण ससजुषोरुः इत्यस्य अपवादः तद् सूत्रं प्रबाद्य थासः सेहे इति सूत्रम् आगत्य कार्यं करोति अतः तत्र से इति सिद्धप्रत्यय आगच्छति थास् इत्यस्य स्थाने अपि च लोट् लकारे आत्मनेपदे तत्रापि थासः सेः इत्यस्य प्रसक्तिः अस्ति एव सर्वत्र अस्ति तत्रापि किं भवति तत्र से लोट् लकारेषु सर्वत्र टिता आत्मनेपदानां तेरे इति सूत्रं कार्यं करोति किन्तु तत्र तस्य प्रसक्तिः न थासः से इति आगच्छति अनन्तरं तत्र अन्यत् सूत्रस्य प्रसक्तिः अस्ति यत् सवाभ्यां वामौ इति इत्युक्ते तत्र सकार अपि च वकारयोः वा अपि ए इति आदेशाः भवन्ति इति तत्र से इति यदा भवति तत्र ए इत्यस्य इत्युक्ते सकारस्य अनन्तरं यत् ए भवति तत् इति मन्ये सवाभ्यां सा वाभ्यां न तदेव सा अपि वाभ्याम् अनन्तरम् एकारस्य क्रमेण वकारः एकारः भवति अतः तत्र वकारः एकारः वा वकारः वकारः सा ए इत्यस्य वकारः भवति वा इत्यस्य अम् भवति वा इत्यस्य इति नास्ति वकार उत्तरवर्ति एकारस्य स्थाने क्षमताम् अधुना स्मरामि सकार उत्तरवर्ति एकारस्य वा वकार उत्तरवर्ति एकारस्य अम् सवाभ्यां वा अम् इति वामौ इति भवति तत्र अतः तत्र वा भवति वा आदेशः भवति अतः तत्र अधुना सा वा स्वा इति भवति कुत्र तत्र मध्यमपुरुषे हा इत्यस्य लोटि लङ्गि थाः इति दृश्यते सिद्ध तिङ्प्रत्ययः तत्र किं भवति लङ्गि इत्यत्र तत्र ससजुषोरुः इति एव आगच्छति पदान्तसकारः ससजुषोरुः इत्यनेन रु आदेशः भवति रु इत्यस्य उपदेशे जनुनासिक इत्यनेन उकारः अपगच्छति रेपः एव तिष्ठति यत्र ससजुषोरुः इत्यस्य कार्यं भवति तत्र सर्वत्र खरवसानयोर्विसर्जनीयः इति आगच्छति परवर्णः खर् अथवा अवसानः अस्ति चेत् यत् तत्र अस्ति तत्र विसर्जनीयः विसर्गः भवति अतः तत्र थाः इति रूपं थास् इत्यस्य समीचीनम् अत्र सर्वत्र ससजुषोरुः इत्यस्य कार्यं किमर्थं भवति तत्र पदान्ते अस्ति वा पदान्ते मूलप्रत्यये तु पदान्ते अस्ति मूलप्रत्यये सकारः पदान्ते अस्ति कथं जानीमः पदान्ते अस्ति इति तत्र थास् इति एव मूलप्रत्ययः तत्र अन्त्यवर्णः सकारः एव अस्ति अत्र पदसंज्ञा कथमस्ति पदसंज्ञा अस्तु सुप्तिङ्गन्तं पदम् इत्यनेन तिङ् प्रत्ययः अस्ति तत्र तेन तत्र पदसंज्ञा भवति इति कृत्वा तत्र आगच्छति इति किल उत्तमं बहु समीचीनं तिङ् प्रत्ययस्य योजनेन पदत्वं लभ्यते आम् उत्तमं तर्हि अग्रे विधिलिङ्ग् तत्रापि थाः इति दृश्यते थास् इत्यस्य मध्यमपुरुषे तत्र विधिलिङ्गि आत्मनेपदे सर्वत्र सीयुट् इति प्रत्ययः आगमिष्यति आगमः भवति अतः तत्रापि थास् इत्यस्य स्थाने तत्र आत्मनेपदे लिङ्गः सीयुट् इति सूत्रेण सीयुट् इति आगमः अधुना किं भवति तत्र थास् इत्यस्य आदौ आगच्छति टित् अस्ति इति कृत्वा आद्यन्तौ टकितौ इत्यनेन सीयुट् योगः थास् भवति अनन्तरं तत्र टित् तु भवति एव अतः सीया इति एव तिष्ठति सीया इति सीया योगः थास् तत्र लिङ्गः सलोपोनन्त्यस्य इति सूत्रस्य प्रसक्तिः इत्युक्ते तत्र यत्र सकारः प्रत्ययेषु सकारः अन्त्यस्य नास्ति तत् तस्य सकारस्य लोपः भवति इति अतः तत्र सि इति आसीत् अधुना इय इति एव तिष्ठति इययोगः थास् इति यत्र यकारः आगच्छति प्रत्ययेषु तत्र परवर्णः वल् प्रत्याहारस्थवर्णः अस्ति चेत् तस्य लोपः भवति लोपो व्योर्वलि इत्यनेन अतः तत्र इय इत्यस्य ई अभवत् अधुना ई थास् इति तत्र ई थास् पुनः ई थास् इति भवति वर्णमेलनेन पुनः अधुना वयं पदान्तसकारं प्राप्नुवन्तः इति कृत्वा ससजुषोरुः इति सूत्रस्य प्रसक्तिः भवति सकारस्य स्थाने रु आदेशः पुनः तत्र खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गः भवति ई थाः इति अन्तिमरूपं भवति उत्तमं तर्हि तत्र लङ्गि ताः इत्यत्र अस्ति अनन्तरं विधिलिङ्गि ईताः इत्यत्रापि अस्ति समीचीनं समीचीनं तर्हि इदानीम् अग्रे गच्छामः तत्तु समग्रतया चिन्तितं भगिनि क्षम्यतां तत्र लिङ्गः स्यूट् इत्यस्य कार्यं कुत्र अस्ति आशीर्लिङ्ग् अस्ति वा यतोहि तत्र परस्मैपदे अपि नास्ति आत्मनेपदे अपि तस्य कार्यं नास्ति न आत्मनेपदे इदानीम् उक्तवती खलु अत्र स्यूट् इत्यत्र स्यूट् इत्यत्र सकारस्य लोपः भवति खलु ओ ओ अस्तु परस्मैपदे तत्र प्रभाकीय तत्र यासुट् परस्मैपदेषु दातमिच्छ परस्मैपदे तु यासुट् इति आगमः भवति खलु परन्तु यासुट् स्थाने इय इति आदेशः आगच्छति अतः तत्र सकारस्य लोपस्य अवकाशः नास्ति परन्तु अनदन्त अङ्गमस्ति चेत् अनदन्त अङ्गानां तत्र तु अतोयेयः इत्यस्य कार्यं नास्ति अनदन्त अङ्गमस्ति चेत् तत्र यासुट् तिष्ठति तत्र सकारस्य लोपः लिङ्गः सलोपोऽनन्तस्य इत्यनेन भवति अस्तु भगिनि लोटो लङ्वट् इति सूत्रं किमर्थम् आत्मनेपदिषु न प्रवर्तते केवलं परस्मैपदिषु एव तस्य प्रवर्तनं भवति खलु इति कुत्रापि न उक्तं हा इति तु न उक्तं खलु किन्तु परस्मैपदिषु एव इति न उक्तं किन्तु आत्मनेपदिषु तस्य कार्यं न भवति खलु लङ्वट् न प्रवर्तते खलु तत्र आत्मनेपदी अपि भवितुम् अर्हति परन्तु प्रयोजनं नास्ति लङ्वत् भवति चेत् तत्र किं भवितुम् अर्हति लङ्लकारे किं प्रसक्तमस्ति सूत्रं हा नित्यं गितः तस्तस्तमीपां तान्तन्तामः न न तत्तु परस्मैपदे परस्मैपदे तु प्रयोजनम् अस्ति तत्र तु क्लेशः नास्ति परस्मैपदे तु लोट् लकारः लङ्वत् अस्ति लङ्वत् अस्ति इति कृत्वा एव तत्र नित्यं नितः तस्तस्समीपां तान्तन्तामः इति सर्वं प्रसक्तं तत्र क्लेशः नास्ति परन्तु आत्मनेपदी लोटो लङ्वत् इति वदति चेत् लङ्वत् इत्यस्य प्रयोजनं किम् नास्ति किन्तु सूत्रं पश्यामः चेत् तत्र न किमपि उक्तं खलु परस्मैपदिषु एव इति किमपि न उक्तं खलु तदा तस्य आत्मनेपदिषु अपि भवति भवतु अत्रापि भवतु भवतु अत्रापि भवतु लोटि आत्मनेपदी अपि भवतु परन्तु प्रयोजनं नास्ति तावदेव प्रयोजनं नास्ति केवलं परस्मैपदी एव तत्र एव अत्र यद्यपि सूत्रे न उक्तं परन्तु तस्य फलितार्थः यत् परस्मैपदी एव प्राप्तिः अथवा तत्र सार्थक्यं सूत्रस्य सार्थक्यं परस्मैपदीषु एव आत्मनेपदी यद्यपि लङ्वत् इति वदामः परन्तु प्रयोजनं किमपि नास्ति लङ्लकारे अत्र लङ्लकारे कानि सूत्राणि प्रसक्तानि लङ् इत्युक्ते प्रश्नः न अवगतवती आत्मनेपदे लङ्लकारे कानि सूत्राणि लङ्लकारम् आश्रित्य नित्सु लकारेषु नित् लकारम् आश्रित्य कानि सूत्राणि प्रसक्तानि त्रीणि सूत्राणि कानि त्रीणि सूत्राणि केवलं परस्मैपदिषु एव नित्सु लकारेषु इति कृत्वा भवति मम प्रश्नः मम प्रश्नः परस्मैपद पदं त्यजतु मम प्रश्नः इदानीम् आत्मनेपदस्य विषये अस्ति आत्मनेपदी लङ्लकारे कानि सूत्राणि प्रसक्तानि यत् नित् इति आश्रित्य नित् इति आश्रित्य किमपि नास्ति आतोनिकः नास्ति प्रायः आतोनिकः इति नित्सु लकारेषु इति आश्रित्य अस्ति वा नास्ति नास्ति नित् सार्वधातुकं नित् इति एव उक्तम् अत्र किमपि नास्ति न उक्तम् इति परस्मैपदी परस्मैपदी तु अस्ति एव तत्र क्लेशः नास्ति इदानीम् आत्मनेपदस्य विषये चिन्तनं तत्र नास्ति न तत् किमपि न उक्तं तत्र एकमपि सूत्रं नास्ति खलु अतः लोटो लङ्वत् इति वदतु तेन न कापि हानिः परन्तु प्रयोजनं नास्ति अतः तत्र चिन्तनस्य आवश्यकता नास्ति तत्र प्रयोजनं किमपि नास्ति लोटो लङ्वत् इति वदतु परन्तु प्रयोजनं नास्ति तत्र तत्र पाणिनेः विवक्षा का आसीत् इति चेत् परस्मैपदीषु एव तस्य प्रयोजनं विवक्षितः यद्यपि न उक्तं सूत्रे तथापि तत्रैव प्रयोजनं विवक्षितम् अस्तु अस्तु भगिनि अस्तु तर्हि धन्यवादः अग्रे ज्योन्तः इति सूत्रम् अत्र उमा भगिनी परिशीलयति वा ज्योन्तः ज्योन्तः जि स्थाने तिक्त जि मूल सूत्रं पाणिनि पाणिनि अनुसृत्य तस्य स्थाने लट्लकारे तिक्त जि इति आगच्छति अत्र तिप्तस्जि ज्योन्तः सूत्रेण अन्ति इति परिवर्तनं करोति ज्योन्तः आदेशः कः ज्योन्तः इत्यनेन ज्योन्तः सो अन्त इति आगच्छति अन्त इति आगच्छति तदनन्तरं अन्ति इति तर्हि तत्र लटि लट् लकारे एकमेव स्थलं जि इति प्रत्ययस्य अन्तादेशः अन्ति इति सिद्धप्रत्ययः अनन्तरं लोटि अनन्तरं ज्योतः सूत्रः आत्मनेपदि अस्तुकम् न न इदानीं क्रमेण परस्मैपदी न न परस्मैपदी विषये एव वदामि रोटि कुत्र लोट्लकाले अन्तु इति आगच्छति अत्रापि अन्तु ज्योन्तः सूत्रेण अन्त इति अन्त इति आगच्छति देन् भगिनि मम न अवगच्छामि लट्लकाले ज्योन्तः अन्ति आगच्छति न ज्योन्तः अन्त इति इकारः कस्य सूत्रेण आगच्छति झि इत्यस्य इकारः इकारः मूले एव आसीत् खलु झि इति प्रत्यये इकारः आसीत् केवलं जकारस्य स्थाने एव अन्त् लोट्लकारे अन्तु इति भगवचने प्रथमपुरुषभगवचने अस्ति तपस्मैपदि अत्र ज्योन्तः इति सूत्रेण अन्त इति आगच्छति तस्य उकारः कथं चिन्तयामि तर्हि तत्र विनयकुमार् महोदय सहायं करोतु उकारः कथम् विनयकुमार् महोदय अस्ति वा अस्तु उषा भगिनी साहाय्यं करोतु इदानीं श्रूयते वदतु धन्यवादः अतः झोन्तसम्बन्धे झ झि अस्ति, परन्तु झ झोन्तः सूत्राधारेण झ अव्ययव, झ हलन्त अव्ययव अस्ति, तर्हि स्थाने अन्त अस्ति अथवा अन्त अर्थात् त हलन्त अस्ति झोन्तसूत्र आधारेण। तद् भगिनी उक्तवती, इदानीं लोटि तत्र सिद्धप्रत्ययः तत्र कथं जायते? न लोटु तु तावन्त परस्मैपदे यदि वयं वदामः तर्हि एरुः आयाति, एरु विदा अन्तु न भवति, न निष्पन्नः, तथा अन्त एरु अत्र आयाति। एरुसूत्रस्य अर्थः कः? एरुसूत्र अर्थः अस्ति ई स्थाने ई ए भवति, षष्ठी भवति ई ए भवति, तर्हि ए स्थाने उवायति, ए स्थाने उवायति, ई स्थाने उ न, परन्तु ई स्थाने उवायति, परन्तु ई ए भवति, तर्हि एरुः इति उच्यते, एरुः न, सूत्रे एरुः इति ई इत्यस्य षष्ट्यन्तरूपम् एः, अत्र तु ए न जायते खलु, अत्र अन्तु इत्यत्र इकारस्य उकारः तावदेव। समीचीनम्, अवगच्छामि। अस्तु, भवानेव वदतु इदानीं लङि कुत्र प्रसक्तिः? लङ्लकार, रैट्, लङ्लकार वयं जानीमः परस्मै परस्मैपदी वा आत्मनेपदी, अतः परस्मैपदे अत्र निष्पन्नः, युनो अहं जानामि अत्र त ताम् अन् सः तं त अम्ब मां लङ्लकार। झोन्तः इति सूत्रस्य प्रसक्तिः कुत्र? किं सूत्र झोन्तः, झोन्तः इति सूत्रस्य कार्यमस्ति वा लङ्लकारे? अत्र अहम् अपि अत्र न गच्छामि, परन्तु झोन्तः सम्बन्धे अन्त न झोन्तः सम्बन्धे अन् आयति, परन्तु आयति इत्थं प्रक्रिया आधारेण, अथवा झि अस्ति, झि मूलप्रत्ययः अस्ति, अपि च झि अर्थात् झ हलन्तयोग इ, अथ अन्तवयं वयं जानीमः अन्त कुत्र अवयवस्थाने आयाति, अथ अन्तयोग इ आयाति, इदानीं हलो अनन्तराः सूत्राधारेण न हलन्त त हलन्त व्यवस्था भवति, तस्मात् पूर्वम् ई इत्यस्य का गतिः? अत्र ई स्थाने प्रश्न उचित अस्ति, अहं इतश्च कारणेन प्रायः निष्कासितः, सम्यक्, तदनन्तरं हलो अनन्तरः तदनन्तरम् अन्त तकार अस्ति, सो तकारः निष्कासितः अन् अवशिष्यते। बहु समीचीनं, तकारः केन सूत्रेण निष्कासितः? तकारः अहं उषा भगिनी सहायं करोतु किञ्चित्, अहं न स्मरामि, परन्तु नास्ति चेत् हलो संयोगान्तस्य संयोग अस्ति, तर्हि संयोगस्य अन्तः तकारः अस्ति, धन्यवादः, पदान्ते संयोगः इति कृत्वा तकारस्य लोपः, अतः अन्त, समीचीनम्। अस्तु, इदानीं विधिलिङ्लकारे मीना भगिनी वदतु, तत्र जोन्तः इत्यस्य कार्यं कुत्र? विधिलिङ्ग् लकारे परस्मैपदी किल भगिनि विधिलिङ्ग्लकारे जेर् ज्यूस् इति सूत्रेण ऐ मीन् अपवादसूत्रः ज्योन्तः सूत्रस्य तस्मात् तस्य ज्योन्तः तत्र न प्रसक्तिः अस्ति भगिनि जेर् ज्यूस् इति सूत्रेण अपवादसूत्रेण जेर् ज्यूस् भवति तत्र चकारस्य ज्योन्तः इति सूत्रं प्रबाद्य खलु प्रबाद्य जेर् ज्यूस् भवति तत्र इदानीम् आत्मनेपदेषु आत्मनेपदेषु ज्योन्तः सूत्रं वा ज्योन्त लटि प्राप्तिः अस्ति ज्योन्तः तिप्तस्जीत् अत्र तीतः अन्तीति तत्र लटी प्रथमपुरुष बहुवचने अस्ति तदनन्तरं लोट्लकारे लोट्लकारे अपि प्रसक्तिः अस्ति ज्योन्तः अन्त् चकारस्य अन्त् भवति स्थित आत्मने परे ते तेरे इति सूत्रे अन्ते भवति आम् एतहसि अन्तां भवति लङि लङि लङि अन् भवति किल ओ आत्मनेपदिप्रत्ययः आत्मनेपदिप्रत्ययः अन्तः भवति तत्र ज्योन्तः प्रसक्तिः अस्ति अन्त् अन्त् अन्त ज्योन्तः अन्त अन्त एव तिष्ठति अत्र एकं वक्तुम् इच्छामि अत्र प्रसक्तिः अस्ति प्राप्तिः अस्ति इति भिन्नभिन्नवार्ता अत्र प्राप्तिः अस्ति प्राप्तिः अस्ति प्रसक्तिः अपि अस्ति प्राप्तिः अपि अस्ति अपि अस्ति विधिलिङ्ग् विधिलिङ्ग्लकारे प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति अपवादसूत्रेण जस्य रन् इति सूत्रेण तत्र यासुत् भवति यासुत् इति प्रक्रिया तत्र अस्ति इति प्रक्रिया अस्ति परन्तु दर्श्यरन् इति सूत्रेण समीचीनं तर्हि तत्र ज्योन्तः इति सूत्रं समाप्तं सर्वत्र कुत्र प्रसक्तम् इति अस्माभिः चर्चितम् इदानीम् अग्रे एरुः इति सूत्रं तत्र अरुणा भगिनी वदति वा एरुः इति सूत्रस्य कार्यं किं कुत्र प्राप्तिः एरुः इति उत्तमपुरुष एकवत् सूत्रार्थः कः सूत्रार्थः उकारस्थाने घाट् घाट् विस्मरामि एरुः एरुः एरुः एरुः इति सूत्रे एव तत्र अर्थः अस्ति खलु इः उः इ स्थाने उ एहे उः स्थाने उः कुत्र लोट्लकारे अत्र प्रथमपुरुष एकवचने तु अस्ति अनन्तरम् अनन्तरं प्रथमपुरुष बहुवचने जी स्थाने अन्तु अस्ति अत्रापि एरुः सूत्रं करोमि अन्यत्र कुत्रापि कुत्रापि नास्ति भगिनि कुत्रापि नास्ति लङ्लकारे प्रसक्तिः तु अस्ति परन्तु प्राप्तिः नास्ति प्राप्तिः नास्ति या तर्हि आहत्य केवलं तत्र तु अन्तु उभयत्र प्राप्तिः अस्ति परन्तु अन्यत्र प्रसक्तिः अस्ति अन्यत्र अन्येन सूत्रेण बाधितं खलु अन्येन सूत्रं इत्युक्ते द्विवचने केन सूत्रेण बाधितम् द्विवचने प्रसक्तिः अस्ति वा कुत्र ईकारः अस्ति मूलप्रत्ययेषु कुत्र ईकारः अस्ति हि स्थाने हि अस्ति अत्र प्रथमपुरुषे एकवचने शेरि अपि च सूत्रेण सकारस्थाने हि आगच्छति आदेश ततः कार्यं न करोति सि स्थाने हि मूलप्रत्यय सि अस्ति तद् तत्स्थाने हि आगच्छति ततः कार्यं न करोति अस्तु भगिनि हा समीचीनं हि स्थाने अनन्तरम् अन्यत्र कुत्र अस्ति ईकारः मिप् अस्ति मिप् अस्ति अत्र आनि आगच्छति मेर्नि मेर्नि इति सूत्रेण आनि आगच्छति आटश्व मे आने भवति तर्हि हा सत्यं तत्र मेर्निः इति सूत्रेण बाधितमस्ति खलु एरुः कार्यं न करोति समीचीनम् अस्तु धन्यवादः इदानीम् आत्मनेपदी लोटि एरुः इत्यस्य कार्यम् अस्ति वा इति लक्ष्मीभगिनी वदतु आं भगिनि एरुः इति सूत्रम् इकारस्य स्थाने उकारः भवति आत्मनेपदिषु अपि मूलतिङ् प्रत्ययेषु धां च धासाधां द्वम् इड् वहि महि अत्र उत्तमपुरुषे इकारः श्रूयते इड् वहि महिङ् तिषु च इकारः अस्ति अतः अत्र एरुः इत्यस्य प्रसक्तिः अस्ति अत्र इड् इत्यस्य वयम् एकवारं चर्चां कृतवन्तः यत् तत्र आत्मनेपदी प्रत्ययानां कृते टित्सु लकारेषु टित् आत्मनेपदानां टेरे इत्यनेन टित् भागस्य एकारः भवति अतः एरुः इति सूत्रस्य प्राप्तिः भवति वा टित् आत्मनेपदानां टेरे इत्यस्य प्राप्तिः भवति वा इति प्रश्नः उदेति तस्मिन् सन्दर्भे टित आत्मनेपदानां तेरे नित्यसूत्रम् इव प्रवर्तते यतोहि टित आत्मनेपदानां तेरे प्रथमतया करोति चेत् अपि तस्य प्रथमतया अपि तस्य कार्यं करोति सः कार्यं करोति यदि एरुः इति कृत्वा अपि तदनन्तरम् अपि टित आत्मनेपदानां तेरे इत्यस्य कार्यं भवति इति कृत्वा सः नित्यसूत्रम् इति भाति किन्तु अन्यत् एकः चिन्तनम् एकं चिन्तनम् अस्ति यत् टित आत्मनेपदानां तेरे किम् उक्तम् इति चेत् केवलं लस्य स्थाने टिच्चु लकारेषु लस्य स्थाने यत् टी भागः अस्ति तस्य एव एकारः भवति इति उक्तं तथा एव एरुः इति अपि तदा एव लोट्टः लस्य स्थाने ए स्थाने उः इति भवति इति उक्तम् अतः यदि एरुः इति प्रथमं प्रवर्तते चेत् टित आत्मनेपदानां टेरे इत्यस्य कार्यं न भवति यतोहि तत्तु मूलप्रकृतिरूपं नास्ति इदानीम् एरुः इत्यस्य प्रवर्तनं भवति चेत् इदानीं यत् उकारः अस्ति लस्य स्थाने तत्र टित आत्मनेपदानां टेरे इत्यनेन टीभागः न भवति यतोहि मूललस्य इत्यस्य प्रकृतिस्थाने न भवति इति कारणात् प्रसङ्गवशात् टितात्मनेपदे टेरे टितात्मनेपदानां टेरे इति सूत्रमेव प्रवर्तते इति तद्दिने भगिन्या उक्तम् आसीत्. समीचीनम् इति अस्ति. यतोहि पाणिनिना साक्षात् तत्र लस्य स्थाने इति उक्तं. यदि कस्य लस्य स्थाने किञ्चित् आदेशः भवति तत्पश्चात् अन्य आदेशः भवेत् इति तादृशविवक्षा अस्ति चेत् तदानीं तत्र एत ऐ इति यथा सूत्रमस्ति तत्र एकारस्य स्थाने ऐकारः इति तत्र स्पष्टतया उक्तं. तर्हि एकार लस्य स्थाने एकारादेशः टितात्मने पदानां टेरे तत्पश्चात् ऐ इति आदेशः जायते इति कृत्वा तत्र स्पष्टतया उक्तम्. एवमेव एरुः इत्यस्य कार्यानन्तरं टितात्मने पदानां टेरे इति तादृशविवक्षा अस्ति चेत् तत्र स्पष्टतया वदति तथा तथा न उक्तं लस्य स्थाने इति उक्तत्वात् अत्र टितात्मने पदानां टेरे इत्यस्य एव कार्यं भवति. अतः कथञ्चिदपि एरुः इत्यस्य प्रसङ्गः नास्ति लोटि आत्मनेपदेषु. अस्तु, समीचीनम्. अस्तु, तर्हि इदानीम् एरुः इति सूत्रस्य विषये चिन्तितं, तत्पश्चात् तस्थसमीपां तान्तन्तामः इति सूत्रस्य विषये अपि पूर्वमेव चिन्तितं. पुनः एकवारं कुत्र कुत्र प्रसङ्गः अस्ति इति उषाभगिनी वदतु. आं भगिनि, तस्थस्तमिपां तान्तन्तामः इति सूत्रस्य प्रसक्तिः परस्मैपदेषु लङ्लकारे लङ्लकारे प्रसक्तिः अस्ति. लङ्लकारे परस्मैपदे लङ्लकारे मूलप्रत्ययः तिप्तस्जि सिप्तस्थमिप्स्मस् प्रत्ययेषु तस् प्रत्ययः प्रथमपुरुष द्विवचनं मध्यमपुरुष द्विवचन तस् मध्यमपुरुष बहुवचन थ उत्तमपुरुष मिप् स्थाने क्रमेण तस् स्थाने तां थस्थाने तं त स्थाने त मिप् स्थाने अम् आदेशः भवति इति सूत्रं वदति. परस्मैपदेषु ङितः ङित् लकारस्य इत्यनेन लङ् लङ्लकारे एव प्राप्तिः. लोटो लङ्वत् इति सूत्रेण तस्थस्तमिपां तां तं तामः इति सूत्रं लोटो लङ्वत् इति सूत्रेण लोट् परस्मैपति लोट् अपि कार्यं प्रसक्तिः अस्ति. लोट् सिद्धप्रत्ययः तु ताम् अन्तु तां प्रसक् ताम् अस्ति तां तिष्ठति तस्थस्तमिपाम् इत्यनेन इति सूत्रेण तु ताम् अन्तु तम् अपि अस्ति त अपि अस्ति. मिप् स्थाने आनि मिप् स्थाने आनि भवति. सो वाट् इस् दट् समीचीनम्. अतः बाधितमस्ति बाधितम् अस्ति आं भगिनि. लेखेन सूत्रेण मेर्निः मेर्निः इति सत्यं. समीचीनं. तर्हि लङ्गी लङ्गीकार्यमस्ति लोटि कार्यमस्ति. अन्यत्र अन्यत्र विधिलिङ्ग इतां युयुः तां तां स्ते यासुट्ट इत्यनेन यासुट् यासुट् भवति. यासुट् स्थाने या स्थाने इयः आदेशः भवति. इय इति स्थिते यकारः लोपः भवति. लोपो व्योर्बलि इत्यनेन ईयोगः तां इतां भवति. सिमिलर्लि अदर् एवमेव तस्थाने तस्थाने मिप् मिप् मिप् विधिलिङ्ग् इतितम् इहु इहि इतम् इत इयम् इयं भवति. मकारः वल् नास्ति यकारः तिष्ठति यकारः इ योगः अम् यम् भवति न यकारस्य अनन्तरं मकारः नास्ति खलु मिट् स्थाने इत्युक्ते खलु अम् अम् इय योगः अम् अम् खलु इय योगः अम् आं भगिनि सो अजादि अम् इयं भवति अत्रापि अम् आदेशः अस्ति कस्तस्थीपां तान्तन्ताः इति आहत्य लोटि लङ्गि विधिलिङ्गि विधिलिङ्गि लटि भवति वा लटि लटि न भगिनि किमर्थं नित्यं नित् लकारः नास्ति भगिनि समीचीनं निश्लकारः नास्ति आत्मनेपदेषु कुत्रचित् प्रसक्तिः अस्ति वा आत्मनेपदेषु ते इते अन्ते से इते द्वे ये भगिनि ताम् न त इताम् ताम् त इताम् परस्मैपदेषु परस्मैपदेषु आं भगिनि परस्मैपदेषु एव अनुवृत्तिसहितम् आगच्छति परस्मैपदेषु इति परस्मैपदेषु एव इति न उक्तं नितः लस्य तस्तस्समीपां तान्तन्तामः नितः लस्य इति उक्तं परन्तु तस्तस्समीपां परस्मैपदी प्रत्ययः आत्मनेपदे तु नास्ति इति अस्ति तत्र लस्य स्थाने तादृशप्रत्ययः न सन्ति आत्मनेपदेषु इति कृत्वा न भवति अस्तु समीचीनं तर्हि इदानीम् अग्रिमं सूत्रं भगिनी एकः प्रश्नः तत्र तत्र विधिर्लिङ्ग् अपि लङ्वत् भवति वा किमर्थं लङ्वत् आवश्यकं तत्र तस्थस्थमिपां तांसं तामः इति नित्सु लकारेषु एव कार्यं करोति न विधिलिङ्ग् नित् नास्ति वा अस्ति तत् तदेव मम प्रश्नः आसीत् तत्र यासु परस्मे पदेषु दात्तनिच्च इति अपि च तत्रापि नित् इति अध्यारोपयति किमर्थम् अध्यारोपति यतोहि तत्र अस्ति न इति मम प्रश्नः न अत्र अत्र कः विषयः अस्ति चेत् अस्माकं भ्रमः किमर्थम् इति चेत् लकारः नित् अपि च प्रत्ययः नित् द्वयोः भेदः अस्ति खलु इदानीं लङ्लकारे लङ्लकारं पश्यामः चेत् लङ् धातुतः लङ्लकारः विधीयते लङ्लकारः विधीयते तत्र ल इति अवशिष्यते खलु लकारः नित् अस्ति लकारः नित् अस्ति ल इति अवशिष्यते इदानीं तस्य स्थाने तिबादयः आयान्ति तत्र तस्य स्थाने तिप् इति प्रत्ययः आयाति यद्यपि लकारः नित् तथापि प्रत्ययः तिप् तिप् इत्यत्र पित्वमस्ति खलु अतः लकारः भिन्नः प्रत्ययः भिन्नः लकारे नित्वम् अस्ति चेत् प्रत्यये अपि नित्वम् अस्ति इति अर्थः नास्ति ओ अस्तु लकारः नित्य तदापि तत्र तिप् इति प्रत्ययः पित् अस्ति परन्तु तस् इति प्रत्ययः तस् इति प्रत्ययः नित् एव अस्ति निद्वत् अस्ति निद्वत् अस्ति अस्तु लकारः नित् अस्ति परन्तु किमर्थं तत्रापि निद्वत् इति वदामः यतोहि द्वयोः भेदः अस्ति लकारः नित् अस्ति चेत् प्रत्ययः अपि नित् इति नास्ति अस्तु समीचीनं प्रत्ययस्य स्वभावः भिन्नः भवति ओ अस्तु अतः अस्य सूत्रस्य प्रसक्तिः भवेत् प्राप्तिः भवेत् तेन कारणेन तत्र नित्वम् इति अध्यारोपणं भवति न तत्र यासु परस्मैपदेषु दात्तनिश्चयति इदानीं विधिलिङ्ग्लकारं पश्यामः चेत् लकारः नित् अस्ति इति कृत्वा तस्थस्समीपां तान्तन्तामः इत्यस्य प्रसक्तिः अस्ति परन्तु यासुत् परस्मैपदेषु उदात्तो निच्च इति सूत्रेण नित्वं किमर्थम् अध्यारोप्यते इति चेत् तत्र प्रत्ययः इदानीं तिप् इति मूलप्रत्ययः मूलप्रत्ययस्य इदानीं यासुत् आगमः सर्वं भूत्वा इत् इति सिद्धप्रत्ययः इत् इति सिद्धप्रत्ययः इदानीम् इत् इति प्रत्ययात् पूर्वं तत्र अङ्गे कुत्रचित् इक्वर्णः अस्ति चेत् तस्य गुणः न भवति यतोहि इदानीं प्रत्ययः नित् अस्ति यद्यपि मूलप्रत्ययः पित् आसीत् इदानीं नित्वम् अध्यारोप्यते यासुट् परस्मैपदेषु उदात्तो निच्च इति सूत्रेण अतः इदानीम् अङ्गे कुत्रापि इक्वर्णः अस्ति चेत् गुणः न भवति नित् प्रत्ययः अस्ति चेत् यानि कार्याणि भवन्ति तानि कार्याणि अत्रापि विवक्षितमस्ति तानि कार्याणि विवक्षितानि अत्रापि इति कृत्वा सर्वेषु त्रिषु पुरुष त्रयः पुरुष प्रथमपुरुष सर्वेषु तत्र कार्यं न करोति न तत्र तु गुणः कुत्रापि न करोति कुत्रापि गुणः न गुणः एव न भवति, सर्वत्र गुणनिषेधः. अतः एव रूपाणि बहु सरलानि, तत्र अङ्गं प्रत्यययोजनं तावदेव, किमपि नास्ति. स्त्रीलिङ्गकारं पश्यामः चेत् अङ्गप्रत्ययोः योजनं तावदेव, अत्र तिङ् प्रत्ययम् आश्रित्य किमपि अङ्गकार्याणि न सन्ति, यतोहि प्रत्ययः मितः. समीचीनम्. हा इति तत्र मीना भगिन्याः अपि भ्रमः आसीत्, लकारः नित् अस्ति प्रत्ययः नित् अस्ति वा इति. द्वयोः भेदः अस्ति, लकारः नित् अस्ति चेत् प्रत्ययः अपि नित् इति नास्ति, प्रत्ययस्य स्वभावः भिन्नः. तदर्थमेव तत्र तत्रैव एकक्षणं, तत्र एव यद्यपि लकारः नित् अस्ति परन्तु प्रत्ययेषु अपि तत्र इत्संज्ञकवर्णाः योजिताः खलु. यदि इत्संज्ञकवर्णाः न योजिताः चेत् तदानीं तत्र लकारः नित् अतः प्रत्ययः अपि नित् इति वक्तुं शक्यते, परन्तु अत्र तथा नास्ति खलु. महोदय वदतु इदानीं, अरविन्द महोदय. न तत्र तिप् इति पित् भवति आल् आश्रित्य गुणम् इति कृत्वा अनल् विधिः भवति न? कुत्र अनल् विधिः, किम् आश्रित्य? लङ् यतोहि लङ् इति ङित् अस्ति, तत्र लस्थाने तिप् आयाति. तिप् इति अल्लाश्रित्य तस्य आदेशः भवति चेदपि न अल्कः अल्लाश्रित्य गुणः न न अल्कः पित् तस्य पकार न पित् तिप् पकारस्य अल् न न इदानीम् स्थानीकः आदेशः कः इति वदतु. लकारस्थाने पित् आदेशः. हा तर्हि लकारे ये गुणधर्माः सन्ति ते गुणधर्माः प्रत्यये अपि भवन्ति इति तादृशं वयं वदामः चेत् लकारे नित्वम् अस्ति इति कृत्वा प्रत्यये अपि नित्वं भवतु इति वदामः चेत् अत्र तथा न भवति. किमर्थं न भवति चेत् प्रत्यये तस्य बाधकं तु बाधकं भवति अनल् विधि न यदि कारणेन न न एकक्षणं क्रमेण चिन्तयामः. अत्र लकारः नित् अस्ति इति कृत्वा स्थानिवद् भवति इति वदामः चेत् प्रत्ययः अपि नित् खलु इति चेत् आम् प्रत्ययः अपि नित् भवति स्थानिवत् आदेशो अनल् विधौ इत्यनेन प्रत्ययः तिप् इति प्रत्ययः अपि नित् भवति. परन्तु तत्र तिप् इति प्रत्यये एव पकारः योजितः, तदेव अस्माकं स्मारकम् अस्ति यत् अत्र अनल् विधिः न भवति, यतोहि अत्र प्रत्यये एव पित्वं विवक्षितं, नो चेत् पकारस्य प्रयोजनं किम्? पकारस्य प्रयोजनं न भवति खलु. अतः अत्र अत्र स्थानिवत् न भवति, अत्र स्थानिवत् न भवति यतोहि अत्र मूलप्रत्यये एव पित्वं योजितमस्ति. यदि पाणिनिना तत्र ति इति प्रत्ययः इति वदति चेत् तदानीं यद् भवान् वदति तत् समीचीनं, तत्र नित्वमपि अध्यारोप्यते, ति इति प्रत्ययः नित् इति वक्तुं शक्यते. परन्तु अत्र प्रत्येकं मूलप्रत्यये स्वयं साक्षात् तेन एव उक्तमस्ति. अत्र ति इति प्रत्ययः अस्ति चेत् तत्र पकारं योजितमस्ति, तप् इति प्रत्यये तत्र पकारः नास्ति, पकारः नास्ति, तदर्थं तत्र सार्वधातुकप्रत्ययः अपित् सार्वधातुकम् अपित् इत्यनेन निद्वत् इति वदामः तत्र. अस्तु धन्यवादः. अस्तु तर्हि इदानीम् अग्रिमं सूत्रमस्ति लोटो लङ्वत् इति अस्माभिः चर्चितं खलु. लोटो लङ्वत् इत्यस्य प्रश्नः अस्ति वा? तत्र लोट् लकारः लङ्वत् अस्ति इति कृत्वा एव तस्थसमीपां तान्तं तामः नित्यं नितः इतश्च सर्वं कार्यं करोति, तत्र सर्वं सर्वाणि सूत्राणि कार्यं कुर्वन्ति लोट् लकारे खलु. अग्रे मेर्निः इति सूत्रं, मेर्निः इति सूत्रमपि अस्माभिः चर्चितं. मेर्निः इति सूत्रं किं वदति? अत्र वंशीभगिनी वदतु. आं भगिनि, तत्र मेर्निः सूत्रं किं वदति इत्युक्ते लोटः लोट् लकार एव कार्यं करोति. लोट् लोटः लस्य मेहि नि इत्युक्ते मि स्थाने नि आदेशः भवति इति सूत्रस्य विवरणमस्ति. अपि च लोट् लकार एव कार्यं करोति, अतः तत्र लोट् लकार यत्र मिप् अस्ति तस्य स्थाने तत्र मिप् इति पकारस्य लोपः भवति हलन्त्यमिति सूत्रेण. तदनन्तरं मि एरुः इति प्रसक्तिः अस्ति परन्तु एरुः प्रभात्य मेर्निः इति कार्यं करोति, अतः तत्र नि स्थाने नि आदेशः भवति. अपि च आडुत्तमस्य अपि च इत्यनेन तत्र आनि इति सिद्धतिङ्प्रत्ययः भवति तत्र लोट्लकार्यम्. समीचीनम्। आत्मनेपदिप्रसक्तिः अस्ति वा मेर्निः? आत्मनेपदिप्रसक्तिः नास्ति, यतोहि तत्र मी इति प्रत्ययः एव नास्ति तत्र, आत्मनेपदिप्रत्ययेषु मूलप्रत्ययेषु तत्र मी इति नास्ति। हा समीचीनम्। अग्रिमसूत्रमस्ति आडु उत्तमस्य पिच्च, तस्य प्रसक्तिः कुत्र, कार्यं कुत्र इति वदतु परस्मैपदेषु। आडुत्तमस्य पिच्च इति तु लोट्लकार एव कार्यं करोति, तदपि तत्र तत्र लोट् उत्तमस्य इति इत्युक्ते उत्तमपुरुषे कार्यं करोति, अपि च पित्वमपि अध्यारोपति अध्यारोपणं भवति। तत्र मिप् प्रस्मैपदेषु मिप् वस् मस् इत्यस्मिन् कार्यं भवितुम् अर्हति, मि न कार्यं भवति, मिप् वस् मस् इत्यस्मिन् कार्यं भवति, अतः तत्र आनि आव आम इति सिद्धतिं प्रत्ययः भवन्ति। अपि च तत्र आत्मनेपदे अपि कार्यं भवति, इट् वहि महिन् इत्यस्मिन् अपि कार्यं भवति, तत्रापि लोट्लकारे एव कार्यं करोति। तत्र लङ्लकारे अपठाव अपठाम आत्मनेपदी आत्मनेपदी इति आडुत्तमस्य आड् इति भवति न, तत्र अकारः भिन्नः अस्ति न भगिनि तत्र तु तत्र तु लोट्लकारे आडुत्याः के सिद्धपित्र्याः तु आत्मनेपदी तु ऐ आवाहै आवाहै आमाहै इति भवति। तत्र उत्तमपुरुषे अन्यत् सूत्रमस्ति, तत्र एत एहे एत एहे इति कारणेन तत्र एत क्षम्यम् एत ऐ क्षम्यताम् एत ऐ इति कारणेन तत्र ई स्थाने ए आदेशः भवति प्रथमं तु टित् आत्मनेपदेनां टेरे इत्यनेन, तदनन्तरम् आडुत्तमस्य पिच्च इत्यनेन आकार आयोगः ए भवति, एत् ऐ एत् ऐ एत ऐ क्षम्यताम् एत ऐ इत्युक्ते ए स्थाने ऐ आदेशः भवति, आयोगः ऐ इति भवति। तदर्थं तदनन्तरम् आटश्य इति सूत्रेण तत्र वृद्धिः भवति, अतः तत्र ऐ इति भवति, अतः मूल सिद्धकिङ् प्रत्यय ऐ इति भवति। अपि च वहि इत्यस्मिन् तु कथं तु टित आत्मनेपदेनां पदानां टेरे इति सूत्रेण तत्र तत्र तु क्षम्यतां तत्र तु अचोन्त्यादि टी प्रथमं तु वहे इति भवति, क्षम्यतां तत्र वहे इति भवति, वहे इत्यस्मिन् तत्र आमेतः इति सूत्रेण तत्र आमेतः सूत्रस्य प्रसक्तिः अस्ति, क्षम्यतां तत्र प्रसक्तिः अस्ति। कुत्र अस्ति आमेतः इत्यस्य प्रसक्तिः? आमेतः प्रसक्तिः लोटः लस्य एतः आम् इति भवति, लोट् लकारे यत्र यत्र लस्य वहे इत्यत्र एकारस्य आमेतः इत्यनेन भवति इति वदति, भवितुम् अर्हति, परन्तु तत्र विशिष्टसूत्रमस्ति एत ऐ इति कारणेन तत्र एकारस्य स्थाने ऐ आदेशः भवति, अतः तत्र तदनन्तरम् आडुत्तमस्य पिच्च इति सूत्रेण तत्र आवहे इति सिद्धतिं प्रत्ययः भवति। समानरीत्या महीन् इत्यस्मिन् अन्तिमनकारस्य लोपः भवति, महि इति भवति, समानरीत्या एव आमहे इति सिद्धतिं प्रत्ययः भवति भगिनि। समीचीनम्, उत्तमम् उत्तमं समीचीनम्। अस्तु तर्हि इदानीम् अग्रे अस्ति नित्यं नितः, नित्यं नितः तत्र सूर्यकुमारीभगिनी वदति वा, भवत्याः प्रश्नः खलु, तत्तु अङ्गसिद्धप्रत्ययोः मेलनम् अग्रिमकरपत्रे, तत्र कथं पटावः इति भवति, तत्तु आड उत्तमस्य पिच्च इत्यनेन नास्ति, अङ्गसिद्धप्रत्ययोः मेलनम् इति अग्रिमकरपत्रे पश्यामः कथं तत्र पटावः इति भवति इति, तत्र भिन्नं सूत्रमस्ति अतो दीर्घो यञि इति भिन्नं सूत्रम्। अस्तु सूर्यकुमारी भगिनी अग्रे, नित्यं नितः, नित्यं नितः सूत्रं वदति उत्तमपुरुषस्य सकारः लोपः भवति नित्यं, वस्मस् सकारलोपः भवति, लकारे नित्स् लकारेषु समीचीनं तस्य कार्यं कुत्र लङ्लकारः सकारलोपः भवति उत्तमपुरुष द्विवचनं बहुवचनम् अनन्तरं अनन्तरं सकारलोपः भवति मध्यमपुरुष एकवचनं न न मध्यमपुरुष एकवचनं कुत्र न न सूत्रम् उत्तमपुरुषे एव कार्यं करोति खलु आम् आम् उत्तमपुरुषमेव तर्हि वस् मस् इत्यत्र एव सकारस्य लोपः लङ्लकारे खलु आं भगिनि अनन्तरम् अन्येषु लकारेषु परस्मैपदेषु निप्स् नास्ति चेत् लटि लोटि न भवति विधिलिङ्ग अपि भवति उत्तमपुरुषस्य एक द्विवचनं बहुवचनं समीचीनं परन्तु लोट् लकारे नित् नास्ति इति उक्तं तदर्थं तत्र तत्रापि अपेक्षितं खलु आव आम इति अस्ति खलु लोट् लङ्वत् सूत्रेणापि सकारलो मकार सकारलोपः भवति उत्तमम् उत्तमं तत्रापि सकारस्य लोपः समीचीनम् आत्मनेपदेषु आत्मनेपदेषु आत्मनेपदेश उत्तमपुरुषसकार नास्ति उत्तमं समीचीनं तथैव अस्तु अग्रे विजयलक्ष्मी भगिनी सहेर्य पिच्च सहेर्य पिच्च जानीहि एतत् केवलं सिप् स्थाने पकारस्य लोपः भवति हलन्त्यम् इत्यनेन इत्सम्या तस्य लोपः इति सि इत्येव अवशिष्यते तत्र सहर्य पिच्च इत्यनेन सि स्थाने हि आदेशः भवति परन्तु अदन्त अङ्गं भवति चेत् तत्र अतो हे इति सूत्रेण हकारस्य लोपः भवति हि इत्यस्य लोपः भवति अतः हि इत्यस्य सम्पूर्णस्य हि इत्यस्य सम्पूर्णस्य लोपः भवति अतः केवलं पठ इति अवशिष्यति हा केवलं अङ्गमेव अवशिष्यति प्रत्ययः शून्यः भवति मध्यमपुरुषस्य एकवचने भवति सहेर्य अपिच्च इत्यत्र अन्यत् अपि कार्यमस्ति खलु अपित् च अपित् अपि भवति प्रत्ययः सिप् इति मूलप्रत्ययः पित् अस्ति तथापि अपित्वम् अध्यारोप्यते खलु अपित्वम् अध्यारोप्यते समीचीनम् अस्तु तर्हि इदानीं अग्रे शुभदा भगिनी अग्रे वदति वा तुह्योस्तातङ्ग् आशिष्यो अन्यतरस्याम् आं भगिनी प्रयत्नं करोमि एतत् सूत्रं लोट्लकारस्य विषये अस्ति एतत् सूत्रं वदति तुह्योस्तातङ्ग् शिष्यन्यतरस्याम् एतत् सूत्रं वदति आशीर्लिङ्गवचने हि इत्यस्य स्थाने मध्यमपुरुषे सेर्य पिच्य इत्यनेन यः सि इत्यस्य स्थाने हि आदेशः भवति तस्य स्थाने सातङ्ग् इति आदेशः भवति आशीर्लिङ्गे इति एतत् सूत्रं वदति. तु हि अनयोः स्थाने विकल्पेन सातङ्ग् आदेशः. तु अपि हा तु अपि उत्तमपुरुषे एकवचने तु इति स्थाने अपि प्रथमपुरुषे एकवचने तु इति स्थाने अपि च मध्यमपुरुषे हि इत्यस्य स्थाने आशीर्लिङ्गे सातङ्ग् इति आदेशः भवति. तु ह्योस्तातङ्गा शिष्यन्यतरस्याम् अस्तु. किन्तु आशीर्लिङ्गे नास्ति खलु आशीर्वादार्थे लोट्टि भवति खलु. आशीर्लिङ्गे नास्ति आशीर्वादार्थे आशीर्वादार्थे आशीः इति अर्थम् इति अर्थे क्षम्यताम् अत्र तत्र किम् आशीर्लिङ्ग् लकारः अपि आशीर्वादार्थे अस्ति लोट् लकारः अपि आशीर्वादार्थे अपि भवितुमर्हति. अहम् उक्तवती लोट् लकारे एव परन्तु स्लिप् आफ् टङ्ग् क्षम्यताम् आशीर्लिङ्ग इति नास्ति आशीर्वादार्थे आशीर्वादार्थे समीचीनं समीचीनं. तर्हि तत् इति तुह्यो सातङ्ग् आशीष अन्यतरस्याम् अस्य प्रसक्तिः परस्मे आत्मनेपदी भवति वा. अस्य प्रसक्तिः आत्मनेपदी नास्ति यतोहि तत्र आत्मनेपदी तु भिन्नाः प्रत्ययाः सन्ति तत्र तु आतांझ इत्यस्य ताम् आताम् क्षम्यताम् ताम् इताम् अन्ताम् स्व इथाम् द्वम् इति भवति तत्र ताम् अपि स्व इति प्रत्यये भवतः प्रथमपुरुषे अपि च मध्यमपुरुषे तत्र अस्य प्रसङ्गः नास्ति यतोहि तातङ्ग् इति आदेशः तु अपि च हि इत्यस्य स्थाने भवति. समीचीनं समीचीनम्. अग्रिमसूत्रम् इतश्च इति चर्चितं पुनः एकवारं स्मारयतु. इतश्च इति ङित्सु लकारेषु इतश्च इत्यस्य प्रसक्तिः अस्ति ङित्सु लकारेषु अपि च परस्मैपदी प्रत्ययेषु इत्यस्य प्रसङ्गः अस्ति इतश्च इत्यस्य प्रसङ्गः अस्ति तत्र इकारान्त ये प्रत्ययाः सन्ति तस्य अन्तिम इकारस्य लोपः भवति इति इतश्च इति वदति. एतस्य प्रसङ्गः लङ्लकारे परस्मैपदी परस्मैपदे अपि च लोट्लकारे न भवति. सम्यक्रीत्या न जानामि भगिनि मम अभ्यासः नास्ति. न अत्र इतश्च इति सूत्रं किं वदति. इतश्च इति सूत्रं वदति परस्मैपदेषु यः इकारान्तप्रत्ययः अस्ति ङित्सु लकारेषु तस्य अन्तिम इकारस्य लोपः भवति इति. अतः लङ्लकारे तु प्रथमपुरुषे ति इत्यस्य स्थाने इकारस्य लोपः भूत्वा तकारः अवशिष्यते अपि च सि इत्यस्य मध्यमपुरुषस्य प्रत्ययस्य इकारस्य लोपः भूत्वा सकारः अवशिष्यते तस्यापि ससजुषोरुः खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गः एव तिष्ठति. तदनन्तरं झि इति प्रत्ययः अस्ति प्रथमपुरुषे बहुवचने तस्य झोन्तः इत्यनेन झि इत्यस्य अन्ति भवति तत्रापि इतश्च इत्यनेन इकारस्य लोपः भूत्वा अन्त इति भवति. तदनन्तरं संयोगान्तस्य लोपः इत्यनेन अन् इति भवति तत्रापि इतश्च इत्यस्य प्रसक्तिः प्राप्तिः अस्ति. उत्तमपुरुष एकवचने मिप् इत्यत्र उत्तमपुरुषे एकवचने उत्तमपुरुषे एकवचने समीपमायाति खलु. तस्थस्थमिपां तान्तन्ताम तत्र मिप् इत्यत्र अम् इति आदेशः भवति इतश्च इति प्रबाद्य प्रबाद्य समीचीनं. तर्हि लोट् लकारे इतश्च इत्यस्य कार्यमस्ति वा कुत्रचित्. लोट् लकारे इतश्च इत्यस्य कार्यं नास्ति यतोहि तत्र अटित आत्मनेपदानां नो न न अपरस्मैपदेषु अपरस्मैपदेषु इतश्च इत्यस्य प्रसक्तिः नास्ति भगिनि नो तत्र नास्ति तु तात्तामन्तु शून्यतात्तं त आनीयाव आमो तत्र नास्ति तत्र भिन्नाः भिन्नानि सूत्राणि कार्यं करोति समीचीनं समीचीनं तर्हि यद्यपि तत्र लोटो लङ्वत् इति वदामः तथापि तत्र इतश्च इत्यस्य प्रसक्तिः आवश्यकता नास्ति समीचीनं समीचीनं तर्हि अत्र स्थगयामः इतोपि कानिचन सूत्राणि अवशिष्टानि अग्रिमसप्ताहे परिशीलयामः अत्र किं वक्तुम् इष्टवती इति चेत् आशिषि आशिषि लिङ् लोटौ इति सूत्रमस्ति आशिषि लिङ् लोटौ तर्हि आशीर्वादार्थे लिङ् लकारः अपि भवति लोट् लकारः अपि भवति लोट् लकारः अपि आशीर्वादार्थे भवितुमर्हति लोट् लकारस्य बहवः अर्थाः सन्ति विधिनिमन्त्रण आमन्त्रण इत्यादयः परन्तु तत्र आशीर्वाद अर्थे अपि भवितुमर्हति यत्र आशीर्वादार्थः विवक्षितः तदानीं तु स्थाने तात् आदेशः हि स्थाने तात् आदेशः विकल्पेन भवति अन्येषु अर्थेषु नास्ति अस्तु सूत्रं किमस्ति सूत्रं किमस्ति आशिषि लिङ् लोटौ धन्यवादः आशिषि लिङ् लोटौ आशीर्लिङ्ग् लकारः अस्ति इति वयं जानीमः येन सूत्रेण लिङ्ग्लकारस्य आशीर्वादार्थः उक्तः तेन एव सूत्रेण लोट्लकारस्य अपि आशीर्वादार्थः उक्तः अतः लोट्लकारः आशीर्वादार्थे अपि तत्र प्रयोगः भवति इति स्मर्तव्यम् अस्तु अत्र स्थगयामः धन्यवादः नमस्कारः अतः वक्तुम् अवसरः न प्राप्तवती भगिनी भवती अस्ति इति एव मया न ज्ञातं बहु विलम्बेन आगतवती अस्तु क्षम्यता क्षम्यता